गतवर्गे अस्माकं नूतनपाठः आरब्धः शत्रन्तरूपाणि, तत्र कृत् प्रत्ययाः इदानीम् आरब्धः. कृत् प्रत्ययाः इत्युक्ते किं? ये प्रत्ययाः तिङ् न सन्ति ते कृत् भवन्ति कृदतिङ् इति सूत्रेण, कृदतिङ् इति सूत्रेण. तर्हि कृत् प्रत्ययस्ति सार्वधातुक आर्धातुक इति प्रकरणं भवति. अस्माभिः सार्वधातुक श्रूयते महोदय, सम्यक् न श्रूयते. श्रूयते मया तु श्रूयते. श्रूयते एव भगिनि. प्रायः भवत्याः पार्श्वे किमपि क्लेशः स्यात्. अस्तु, तर्हि सार्वधातुकप्रकरणं तु अस्माभिः पठितं तिङ्प्रत्ययविषये. इदानीं तत् तत् प्रकरणम् अत्र अपि प्रवर्तते. नूतनसूत्राणि बहूनि न सन्ति. तत्रापि सार्वधातुकप्रकरणे ये यानि यानि सूत्राणि सन्ति अत्र अपि भवन्ति. तर्हि अत्र सार्वधातुककृत्प्रत्ययाः के सन्ति? ये षित् भवन्ति ते सार्वधातुककृत्प्रत्ययाः सन्ति, ते कृत्प्रत्ययाः सार्वधातुक भवन्ति, ये षित् सन्ति. नवषित् प्रत्ययाः सन्ति, ये अकृत् अपि सन्ति. अतः कृत्प्रत्ययेषु नवप्रत्ययाः सार्वधातुक भवन्ति. तत्र द्वौ प्रत्ययौ प्रसिद्धौ, शत्र शानच्. अतः अत्र प्रथमः वयं शत्रुप्रत्ययस्य पाठं कुर्मः. शत्रुप्रत्ययेषु अस्माभिः किं पठितं? प्रथमं तु एकं झटिति करपत्रम् अस्ति वा? आम् अस्ति खलु, रुदादिगणीयः एव अस्ति खलु अत्र. मया प्रेषितं खलु रघुपति आचार्य, किञ्चित् अत्र चाट् बाक्स् मध्ये प्रेषयतु कृपया. ई पत्रे अस्ति, मेल् मध्ये अस्ति. मेल् मध्ये नास्ति वा? मेल् मध्ये एव अहमस्मि. मेल् मध्ये अस्माभिः मेल् मध्ये अस्ति. विद्या भगिनी न श्रूयते. हा, मेल् मध्ये अस्ति खलु प्रातिपदिकनिर्माणं शत्रन्तरूपाणि, तत्र एव अस्ति प्रातिपदिकनिर्माणं शत्रन्तरूपाणि. भवान् पूर्वतनवर्गस्य प्रेषितम् इति अहं मन्ये, अत्र नास्ति एव. इदानीं प्रेषयतु महोदय कृपया. पूर्वतन अत्र अद्य मया यत् ई पत्रं प्रेषितं तत्र अस्ति खलु क्लास् रीडिङ्ग् मटीरियल् मध्ये शत्रन्तरूपाणि प्रातिपदिकनिर्माणं लिङ्क् अस्ति. पत्रे अस्ति, अस्तु अहं पुनः प्रेषयामि. किं भवति अत्र? पेस्ट् एव न भवति. कोऽपि प्रेषयतु वा? अत्र मया प्रेषितं, मया फार्वर्ड् कृतं महोदय. एकमिनट्, अहं प्रेषयामि महोदय भगिनि. हा, तदेव अस्ति ई पत्रे भवत्या यत् फार्वर्ड् कृतं तस्मिन् एव अस्ति खलु. पेस्ट् न भवति महोदय, ममापि क्लेशः अस्ति. पेस्ट् न भवति खलु? ममापि न भवति, का क्लेशः अस्ति. अस्तु, वाट्सप् मध्ये प्रेषयामि तत्र भवती भवत्याः कृते. एकनिमिषः, करपत्रं किमस्ति खलु महोदय? विजय महोदय, भवत्या यत् ई पत्रं प्रेषितम् इदानीं तत्रैव अस्ति. अस्तु, अग्रे गच्छामि. हा, तर्हि तत्र अस्माभिः किं पठितम्? एकमस्ति झटिति झटिति रूपनिर्माणकृते एकं ट्रिक् अस्ति. तत् किमस्ति? यत् बहु लट् लकार बहुवचनरूपम् अस्ति, प्रथमं तु तत् रूपं करणीयं, यथा पठन्ति इति रूपम् अस्ति. तत्र किं करणीयं? पठन्ति अस्ति, तत्र पठन्ति रूपे यत् प्रत्ययः अस्ति नाम अन्ति, तत् निष्कासनीयः. तर्हि किम् अवशिष्टः? पठ. इदानीं पठ् मध्ये क्षत्रिप्रत्ययस्य रूपं यत् अस्ति, इत् भाग निष्कासयित्वा यत् रूपम् अवशिष्यते अत्, तस्य योजनं करणीयं. तर्हि किं भवति? पठत्. तर्हि प्रातिपदिकमस्ति पठत्. तथैव जुहोत्यादिगणे अस्ति ददाति, दत्तः, ददति. ददति इति अस्ति खलु, तत्र प्रत्ययः अस्ति अति, अति निष्कासनीयः, दद् इति अवशिष्यते, दद् योगः अत् ददत्. तर्हि ददत् इति प्रातिपदिकं भवति, शत्रन्तप्रातिपदिकं. रुधादिगणे रुद् अस्ति, रूपं किं भवति? अन्ति, अन्ति भवति खलु, रूपं किमस्ति? रुणद्, रुन्धन्ति इति भवति, रुन्धन्ति. तत्र अन्ति गच्छति, रुन्ध, तदनन्तरं रुन्धत् इति प्रातिपदिकं. तर्हि एतत्तु अस्ति एक झटिति रूपनिर्माणस्य प्रक्रिया. तदनन्तरं शास्त्रीय अपि तत्र शास्त्रीयतर्कः अपि अस्ति. किमर्थं? पश्यतु, तत्र किमपि नूतनं नास्ति. पठ् इति अस्ति, पठ् योगः क्षत्रि. क्षत्रिप्रत्ययः कदा भवति? वर्तमानकालस्य यदा विवक्षा भवति तत्र क्षत्रिप्रत्ययः आगच्छति. कस्य प्रत्ययस्य स्थाने? लट् प्रत्ययस्य स्थाने. नाम लट् प्रत्ययस्य स्थाने क्षत्रिप्रत्ययः भवति वर्तमानकालस्य विवक्षायां. तर्हि पठ् योगः क्षत्रु. इदानीं पठ् योगः अत् इति अवशिष्यते. क्षत्रिप्रत्ययः सार्वधातुकः अस्ति, कर्तृप्रयोगे अस्ति, अतः किं कर्तृशप् सार्वधातुके इति सूत्रेण शप् प्रत्ययः मध्ये आगच्छति. तर्हि पठ् योगः शप् योगः अत् खलु, तत्र तत् किं भवति? पठ योगः अत् इति भवति. पठयोगः अत् मध्ये किं भवति? सूत्रं किम्? केन सूत्रेण सन्धि? अतोगुणे, अतोगुणे अपदान्त अस्ति. तस्मात् अनन्तरम् अत् इति अकारः अस्ति यः गुणवर्णः अस्ति, अतः अतोगुणे किं भवति? पूर्वप्रयोगस्थाने पररूपं भवति, पठत् इति रूपं भवति, पठत्, पठत् इति. तर्हि किमर्थं बहुवचनस्य अत्र रूपं जानाति चेत् क्षत्रिप्रत्ययस्य रूपमेव भवति? पश्यतु, यतोहि क्षत्रिप्रत्ययः अत् इति अस्ति खलु. अत् कीदृशः प्रत्ययः अस्ति? अजादि अपिक् इति अस्ति खलु, अजादि अपिक्. अजादि अपिक् अन्य कः प्रत्ययः अस्ति? अन्ति खलु, अन्ति अपि अजादि अपित् अस्ति. अतः अन्ति कृते यत् निर्माणप्रक्रिया भवति तत् क्षत्रिकृते अपि भवति, अतः तत् ट्रिक् कार्यं करोति इति अस्ति. सर्वे अवगच्छन्ति वा? अस्माभिः पर्यन्तं पूर्वं पठितं. प्रश्नः अस्ति वा कस्यापि? न महोदय. तर्हि अत्र करपत्रं क्षत्रिशानच् इत्यनयोः अर्थः, अत्र लटः क्षत्रिशानचाव प्रथमसमानाधिकरणे इति सूत्रेण लट् स्थाने वर्तमानकालविषये क्षत्रिशानच् प्रत्ययो भवतः. तदनन्तरं लृटः सद्वा इति सूत्रेण लृट् स्थाने अपि विकल्पेन भवति क्षत्रिप्रत्ययः, शौनप्रत्ययः इति अपि अस्ति. तदनन्तरं शत्रन्तानां निर्माणप्रक्रिया अस्माभिः लघुमार्गः पठितं. तदनन्तरं लघुमार्गः अस्ति शास्त्रीयरीति अपि अस्माभिः पठितं. तर्हि एतत् सर्वम् अस्माभिः पठितम्, अतोगुणे एतदपि अस्माभिः पठितम्. अत्र प्रश्न उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति इति अपि अस्माभिः पठितं खलु. न, अस्तु, तर्हि इतो अग्रे पठामः. चन्द्रमति कः अस्ति? नूतना अस्ति वा? नूतना अहं वाट्सप् मध्ये अपि नास्ति इति चिन्तयामि, अहं न स्वीकृतवती एतत्. वाट्साप् किम् अत्र अस्माकं वाट्साप् नास्ति किमपि नास्ति वा अल इदानीं किं पठति तत् अहं न दृश्यामि कुत्रापि करपत्रं न कुतः आगच्छति अत्र नाम कथा कथं जानाति वर्गस्य विषये भवती तु प्रथमवारम् आगच्छति इति न मम अहमपि ईमेल् पूर्वस्मिन् कषायम् अहं चिन्तयामि तत्र न्यायशास्त्रं पाठितम् इति ऐ डि 2019 पाणिनि तत्र अहं मम कृते तत् लिङ्क् अस्ति तद् अहम् अत्र योजितवती अतः न न न न अत्र न्यायशास्त्रस्य वर्गः नास्ति इदानीम् इदानीं तु व्याकरणस्य वर्गः अस्ति अस्तु वा अहम् अन्य दश कषायम् अत्र पी वि 0123 अप् टु दश कषायम् अहम् अत्र अस्मि किन्तु तत् नूतनकषाय इति अहं चिन्तयामि भवतः कषा न न न अस्माकं कषा तु बहुकालतः भवति इदानीं किन्तु योजनसूत्रं तदेव पाणिनि 2009 पाणिनि प्रायः किमपि कोऽपि क्लेशः भवति इति जानामि इति मन्ये तत् इदानीं तत् यत् महोदय 2019 पाणिनि इति बहवः सन्ति नाम अत्र यत् लिङ्क् भवति अस्माकम् इदानीं यत् सङ्केतः अस्ति तत्तु व्याकरणवर्गस्य अस्ति इदानीं प्रायः अन्य किमपि अस्ति यत् भवती इच्छति भवती न्यायकृते आगच्छति खलु न्यायवर्गः नास्ति अत्र इदानीं किन्तु अहं श्रोतुम् इच्छति किमपि समस्या नास्ति कापि समस्या नास्ति करपत्रं नास्ति अतः एव समस्या अन्यत् किमपि समस्या नास्ति भवती केवलं श्रोतुम् इच्छति अथवा न इदानीं चाट् मध्ये मया प्रेषितम् अत्र पश्यतु भगिनी अस्तु अस्तु अस्तु भवती शृणोतु अग्रिम राउण्ड् मध्ये भवती अपि पठिष्यति इति अहम् इच्छामि अस्तु तर्हि मीना महोदय पठतु अत्र प्रश्नः उदेति किमर्थं लघुमार्गः किमर्थं पठतु पठतु अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति उत्तरं वर्तते तस्य पृष्ठतः शास्त्रीयविधिः अस्ति एव चन्द्रमते भगिनि तत्र म्यूट् मध्ये भवतु भगिनि सार्वधात्मकप्रत्ययाः केवलं चतुर्विधाः अजाद्यपित् हलाद्यपित् अजादिपित् हलादिपित् तत् अनुगुणं सार्वधात्मकप्रत्ययेषु कार्यं चतुर्विधमेव भवति इदं तथ्यं मनसि विधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति तस्य कृते मार्गः सरलः एव ओके इदानीं सार्वधातुक प्रत्ययाः चतुर्विधाः अस्ति अजादि अपि हलादि अपि अजादिपि हलादिपि तत्र तत्र मार्गम् इदानीं सरामः ओके तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव ओके दृष्टान्तरीत्या पुनः स्मार्यते येन सर्वेभ्यः अतिस्पष्टं स्यात् हलादिपित् लटि चिनु योगः ति पित्सु गुणः अतः इकः गुणः सार्वधातुकार्धधातुकः चिनु चिनो योगः थि हलादि सन्धिकार्यं नास्ति चिनोति इति अन्तिमरूपम् अजादिपित्सु लोटि चिनु आनि अजादिपित्सु पित्सु गुणः अतः इकः गुणः सार्वधातुकार्धधातुकयोः चिनो आनि यान्तमन्त्रसन्धि अवादेशः चिनवाणि हलादि अपिच्स् लटि चिनुतः अपिच्सु गुणनिषेधः सार्वधातुकम् अपिच् ञति च हलादि सार्वधातुकं नास्ति हलादिषु सन्धिकार्यं नास्ति चिनुतः अजादि अपिच्सु लटि चिनु अन्ति अपिच्सु गुणः निषेधः अजादि अपिच्सु यन् यन् सन्धिः कूष्णुवोः सार्वधातुके इत्यनेन यन् आदेश तत् नूतनसूत्रम् किल महोदय एतावत्पर्यन्तं न पठितम् ए किं कूष्णुः सार्वधातुके कूष्णुवोः सार्वधातुके पठितं वा स्वादिगणे पठितवन्तः न स्वादिगणे पूर्वमेव पठितो महोदय अहं स्मरामि पूर्वम् इयं वम् इत्यस्य अपवादः अस्ति उष्णमसार्वदातुके ओ अचिश्रोदात् तस्य अपवादः वा पठितं स्वादिगणे पठितम् आम् आम् स्वादिगणे पठितं स्वादिगणे एव छिन्न छिन्न इव अन्ति छिन्वन्ति यदि यदि अचिष्णुधातु अचिष्णुधातुः उष्णो यङ् वङ् आदे आदेशः भवति चेत् तत्र चिनुवन्ति भविष्यति किल अत्र कूष्णवोः सार्वदाके यण् आदेशः तस्मात् चिन्वन्ति एवं स सार्वदातुकप्रत्ययेषु प्रत्ययेषु कार्यं चतुर्विधं तिङन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितं प्रदर्शितम् अधुना शत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः किन्तु शत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते किन्तु छत्रन्तप्रसङ्गेषु चतुर्षु कार्येषु एकविधमेव सञ्जायते अजादि अपित्सु यत् क्रियते तत् अजादि अपित्सु तत्र एव शतरन्तमध्ये केवलं मीना महोदय केवलम् अजादि अपि तस्यैव कार्यं किमर्थं भवति अजादि अपि केवलं किमर्थं भवति अजादि तत्रैव अजादि अपि गुणं न भवति न न न अत्र किं लिखितं शत्रिप्रत्ययस्य विषये केवलम् अजादि अपि तस्य शत्रुप्रत्यय अपि अजादि अजादि अपि तस्मात् एव वा क्षत्रिप्रत्ययः अजादि अपि जाति क्षत्रिप्रत्यय अजादि अपि क्षत्रिप्रत्ययः अजादि अपि अस्ति कथं जानाति तद् गुणं न भवति अजादि अपि क्षत्रिप्रत्यय अजादि अपि अस्ति वा इति मम प्रश्नः अस्ति चेत् कथं जानाति क्षत्रिप्रत्ययः अत्यते अन्तिम प्रत्ययः अत्येव भवति अजादि अजादि अपि अजादि अपि पित् इति नास्ति अजादि अपि अस्ति वा इति मम प्रश्नः अजादि अपि भवती वदति खलु किमर्थम् अजादि अपि कथं जानाति कथं जानाति शत्रु इति प्रत्ययं शकारः लोपः भवति ऋकारः लोपः भवति अत्येव अवशिष्यते अतः किं तथा पित् नास्ति सार्वधातुकम् अपित् इति सूत्रे पित् नास्ति अजादि अपि अस्ति अतः अजादि अपि अस्ति किं खलु अजादि अजादि अस्ति अत एव अवशिष्यते खलु अजादि अस्ति अपित् अपि अस्ति अजादि अपि तदेव उक्तं महोदय तदहं जानामि तदेव उक्तं मम प्रश्नः अस्ति कथं जानाति अजादि अपि अस्ति अजादि अपि इति अपि किञ्चित् सार्वधातुकं षित् अस्ति तस्मात् सार्वधातुकं प्रत्ययः भवति शत्रु इति सार्वधातुकम् अपि सार्वधातुकं अत्र पकारः पकारः ईत्संज्ञा न अस्ति तस्मात् अपि भवति अपि सार्वधातुकं ङित्वत् भवति तदस्तु अपि तु अपि अस्ति अतः अस्तु अजादि अपि भवति तर्हि अजादि अपि भवति अतः अन्य कः प्रत्ययः अस्ति यत् अजादि अपि अस्ति तिङ्प्रत्ययेषु अन्ति झि प्रत्ययस्थाने अन्ति भवति भवति खलु अतः बहुवचन अन्ति अति प्रत्यय एव अस्य अपि कार्यं भवति इति एव अत्र वार्ता भवति अस्तु कुत्र पर्यन्तं पठितं न महोदय इदानीम् उक्तं खलु एकवारं वदतु महोदय कृपया न क्षत्रिप्रत्यय अजादि अपि अस्ति तिङ्गप्रत्ययेषु अन्य अजादि अपि प्रत्ययः कः अस्ति अन्ति अथवा अति खलु बहुवचनप्रत्ययः लट्लकारस्य अतः बहुवचनप्रत्यय लट्लकार इव अस्य अपि कार्यं भवति इति एव धन्यवादः तत्र लिखित अतः लिखितमस्ति अन्ति यद् बहुवचनप्रत्ययः अस्ति तद् बहुवचनरूपं करोतु तदनन्तरं प्रत्ययं निष्कासयतु तदनन्तरम् अत् योजयतु यत् यत् यत् रूपं भवति तद् रूपम् एव अस्ति शत्रन्तप्रातिपदिकम् इति अस्तु अग्रे कुतः पर्यन्तं पठितम् किमर्थं तदा यदि लघु लघुमार्गः एव किमर्थं न भवति शास्त्रीयमार्गम् लघुमार्ग एव अस्ति इति एव वदामि खलु लघुमार्गस्य शास्त्रीयतर्कः कः इति अत्र लिखितमस्ति पठतु अग्रे पठतु कुत्र पर्यन्तं पठितं महोदय अजादि अपि च यत् क्रियते तत् अतः अत्र अस्माकं कृते सौलभ्यं विद्यते अजादि अपि च यत् क्रियते तत् अस्तु अन्ति इति एकनि अस्तु अस्तु अग्रे धन्यवादः महोदय रघुपति महोदय पठतु एकनिमिषं महोदय स्वादिगणे इति तथा खलु महोदय तत्र कुतः कुतः प्रत्ययः आम् अन्ति इति सिद्धि सिद्धतिङ् प्रत्ययः अजादि अपि सार्वधातुकप्रत्ययः अस्ति नवसु गणेषु अन्ति इत्येव तथा खलु महोदय नवसु गणेषु अन्ति इत्येव सिद्धतिङ् प्रत्ययः भवति ज्योतिगणे अति अस्ति सोपि तथा अजादि अपि सार्वधातुकप्रत्ययः सर्वेषु गणेषु मूलप्रत्ययः झि इति स्मर्यताम् झि अपि च तिङ् सन् सार्वधातुकश्च अतः अन्ति अजादि अपि सार्वधातुकः अस्य अभिज्ञानम् अत्यावश्यकम् इति अस्ति तत्र अन्ति इति सिद्धिङ् प्रत्ययः अथवा अति इति सिद्धिङ् प्रत्ययः ज्युहत्यादिगणे अस्ति सर्वेषु तत्र जि स्थाने तत्र भवति अन्ति अथवा अति इति भवति तस्य तत् अपि तस्ति सार्वधातुकप्रत्ययः अस्ति तिङ् अस्ति जि अपि च तिङ् जि अपि अस्ति तिङ् अपि अस्ति अतः सार्वधातुकप्रत्ययः अपि अस्ति किमर्थं तत्र तिङ् इति अतः सार्वधातुकप्रत्ययः अस्ति अतः अजादि अपि अस्ति शत्रुप्रत्ययस्य सिद्धप्रत्ययः अत् सोपि अजादिः अपि सार्वधातुकः अस्तु सार्वधातुकः किमर्थं चेत् शत्रु इति शकारः शित् अस्ति अतः तिङ्क्ष सार्वधातुक इत्यनेन सार्वधातुकप्रत्ययः अस्ति अति इत्यवशिष्यते अपि अजादि अस्ति अपि च पकारः इत्सञ्जकः नास्ति अत्र अस्मिन् प्रत्यये अतः सः अपि अजादि अपि सार्वधातुकः अतः यत् कार्यम् अन्ति अति प्रत्ययोः परे भवति तदेव कार्यम् अत् प्रत्यये परे अपि भवति तत्र शतरि शतं प्रतिशतम् इति तत्रापि यत् यथा अन्ति अति इति यत् कार्यं भवति तदेव कार्यम् अत्रापि भवति इति महोदयं दत्तमस्ति. अग्रे आहत्य लट्लकारस्य प्रथमपुरुष प्रथमपुरुष बहुवचने यत् यत् कार्यं भवति तत्सर्वं समानरीत्या भवति शतृप्रत्ययपरे. अतः लघुमार्गः यदृच्छया कार्यं करोति इति न, पृष्ठतः शास्त्रीयतर्कस्तु अस्ति एव. गच्छन्ति इत्यस्य उत्पत्त्यर्थं यद्यत् कार्यं भवति तदेव समानकार्यं भवति गच्छत् इत्यस्मिन् इत्यस्य उत्पत्त्यर्थम्. अपि च अयम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रधातूनां कृते. स्पष्टमस्ति, पश्यतु यदि इदानीं कोऽपि भवत्सु कोऽपि कोऽपि बहुवचनरूपं जानाति चेत् शत्रन्तरूपमपि जानाति. पश्यतु कति स्किति कति सरलमस्ति. बहुवचनं रूपं जानाति चेत् शत्रन्तरूपमपि जानाति. कत्र किमपि अपवादः न, कोऽपि अपवादः नास्ति. किमर्थं? यतोहि बहुवचनरूप तत्र शास्त्रीयतर्कः भवति. अतः शास्त्रीयतर्कः यत्र भवति तत्र दोषस्य स्थानमेव नास्ति इति. अस्तु, तर्हि इदानीं पर्यन्तं सर्वे जानन्ति किमर्थं बहुवचनरूपं शस्त्रन्तरूपम् इव भवति. प्रश्नः अस्ति वा कस्यापि? यतोहि बहुवचनरूपम् अस्ति अन्ति अति, तदपि अजादि अपि, शत्रुप्रत्यये अपि अजादि अपि, अतः तत्र प्रक्रिया समाना भवति, कोऽपि अपवादः नास्ति. अवगच्छन्ति वा सर्वे? प्रश्नः अस्ति वा? पृच्छतु. तर्हि स्वादिगणे चिन्वन्ति इति पश्यामः इति अस्माभिः पठितं पूर्वम्. उष्णुवोः सार्वधातुके इति किमस्ति? उधातुः अपि ष्णुप्रत्ययान्त असंयोगपूर्वस्य उकारस्य स्थाने यणादेशः भवति कित्नित् अजादिप्रत्ययपरे. कित्नित् अजादिप्रत्ययपरे, तर्हि अन्ति इति अजादि अस्ति कित्नित् भवति, अतपि शत्रन्तप्रत्ययस्य अजादि अपि अस्ति कित्नित् अपि भवति. अतः तत्र ष्णुप्रत्ययान्त अपि हु तत्र उकारस्य स्थाने किं भवति? यणादेशः भवति. परन्तु कीदृशः उकारः? असंयोगपूर्वः. चिनु मध्ये चि इत्र संयोगः नास्ति खलु, अतः सूत्रस्य कार्यं भवति. परन्तु तत्र उष्णुः कार्यं न करोति, यतोहि संयोगपूर्वः अस्ति. अतः तत्र तु अचिष्णुधातुपूर्वमेव कार्यं करोति. रूपं किं भवति? शक्नुवन्ति. तर्हि स्वादिगणीय एव भवति, स्वादिगणीय एव अस्ति शक्नु. परन्तु तस्य रूपं भवन्ति भवति शक्नुवन्ति. परन्तु चिनु अपि स्वादिगणीय, तस्य रूपं किं भवति? चिन्वन्ति. तत्र उवङ्गादेशः, अत्र यणादेशः. किमर्थम्? एकमस्ति संयोगपूर्वः, एकमस्ति असंयोगपूर्वः. अवगच्छन्ति वा सर्वे? आं महोदय. सूत्रमस्ति हुष्णुवोः सार्वधातुके. अस्तु, अग्रे तनादिगणे कुरुयोगः अन्ति, कुर्वन्ति. अत्र इको यणचि अस्ति तत्र. हा, सारांशः एवं यत् सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि शतरि च. लट् लकारस्य प्रथमपुरुष बहुवचने यत् यत् कार्यं भवति तत्सर्वं समानरीत्या भवति शत्रिप्रत्ययपरे. कारणम् अस्ति उभयत्र प्रत्ययः अजादि अपित् सार्वधातुकः इति. अस्तु, किं पश्यतु किति सरलमस्ति. किमपि नूतन प्रक्रियायाः अत्र आवश्यकता नास्ति. बहुवचनस्य प्रक्रिया अत्र अपि प्रक्रिया. किमर्थं? तत्र बहुवचने अपि अजादि अपित्, शत्रिप्रत्यये अपि अजादि अपित् इति. किमपि अग्रे पठनीयमेव नास्ति, तत्र पूर्णस्मरणमेव भवति. तदेव अद्य पठितम् अस्ति. अस्तु, अग्रे. धन्यवादः महोदय. विजया महोदय अग्रे पठतु. पुल्लिङ्गे नपुंसके च. आं महोदय, नमस्कारः. पुल्लिङ्गे नपुंसके च शत्रन्त न श्रूयते महोदय. विजया भगिनी न श्रूयते. शत्रन्तप्रातिपदिकं तदेव गच्छत् चिन्वत् कुर्वत् इत्यादीनि रूपाणि. एकवारं यदा कृत् प्रत्ययः धातुतः संयुक्तः तथा कृत् तद्धितसमासाच्च इति सूत्रेण प्रातिपदिकसंज्ञा प्राप्ता. अत्र शत्रन्तप्रातिपदिकं तदेव गच्छत् इति भवति, अनन्तरं चिन्वत् इति भवति, कुर्वत् इत्यादि रूपाणि. एतत् पुल्लिङ्गे अपि भवति, नपुंसकलिङ्गे अपि भवति. कृत् प्रत्ययः धातुतः तत्र संयुक्तः अतः तत्र प्रातिपदिकसंज्ञा भवति. किं सूत्रेण इत्युक्ते कृत् तद्धितसमासाच इति सूत्रेण प्रातिपदिकसंज्ञा भवति. कुर्वत् गच्छत् चिन्वत् इति भवति. अनन्तरं दशषु गुणेषु दशषु गणेषु तथा गच्छत् सत् तदत् दीव्यत् चिन्वत् तुदत् रुन्दत् कुर्वत् क्रीणत् चोरयत् इति प्रातिपदिकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं विद्यते विकरणप्रत्यय भेदात्, परन्तु अस्माकं लघुमार्गः समानः सर्वत्र. उपरि दृष्टं शास्त्रीयो चिन्तनश्च समानम्. अग्रिमपाठे गणम् अनुसृत्य कार्यम् अवलोकयिष्यते. किं भवति विकर्णप्रत्यय स्वीकुर्मः चेत् एतत् उपरि दत्तं दशषु गणेषु तत्र धातुगणः विकर्णप्रत्ययं स्वीकृत्य अनुसृत्य कार्यं किं भवति इति शास्त्रीयचिन्तनम् अधः भवति. अग्रे पठामि वा? पठतु. पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति इति. प्रथमं विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं, तदा धातु विकर्णप्रत्ययोः मेलनम्. अत्र प्रथमबिन्दुः धातु विकर्णप्रत्ययं मेलनेन अत्र कार्यं भवति, अङ्गकार्यम्. अनन्तरं द्वितीयबिन्दुः तिङ्प्रत्ययसिद्धिः, सिद्धरूपेण यत् तिङ्प्रत्ययः तत्र दत्तम् एतत् विषये कार्यं भवति इति. तृतीयबिन्दुः तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गतिङ् प्रत्ययोः मेलनम्. अङ्गकार्यम् अनन्तरं तिङ् प्रत्यये मेलनेन अत्र किं कार्यं भवति इति तत्र दत्तं. तृतीयबिन्दुः पूर्वमेव वयं दृष्टवन्तः एव. इदानीं प्रथमसोपाने अङ्गं निष्पन्नं, द्वितीयसोपाने तिङ्प्रत्ययोः सिद्धिः, तृतीयसोपाने अङ्ग तिङ्प्रत्ययोः मेलनं. क्रमेण अत्र दत्तं सोपान तिङ्प्रत्ययः सिद्धिः किमस्ति चेत् तिप्त जि एतत् सर्वमस्ति. अनन्तरं तृतीयसोपाने प्रथमम् अङ्गं निष्पन्नं, द्वितीय तिङ्प्रत्ययसिद्धिः, तृतीयबिन्दुः तु तृतीयसोपानं किमस्ति चेत् तत्र अङ्गम् अनन्तरं तिङ्प्रत्यये मेलनं भवति. शत्रन्तप्रसङ्गे अपि अयमेव क्रमः. अत्र किमपि क्लेशः नास्ति एव, तादृशमेव कार्यं भवति शत्रन्तप्रसङ्गे अपि. परन्तु द्वितीयसोपानम् अत्यन्तं लघु, सर्वत्र समानञ्च. अनन्तरं शत्रु अनुबन्धलोपः अत् इति भवति. शत्रु इति शकारस्य लशक्व तत्तिते इत्यनेन लोपः भवति. अनन्तरं हलन्त्यं तस्य लोपः इत्यनेन रेपः हलन्त्यं. किं मया उक्तं हलन्त्यं तस्य लोपः इत्यनेन तत्र केन सूत्रेण भवति? इत्यनेन अनन्तरं इत् भवति तस्य लोपः इत्यनेन. अनुबन्धलोप अनन्तरम् अत्य एव तिष्ठति अत्र. शत्रु इति अत् इति तिष्ठति अत्र. पुंसि नपुंसके च सुबन्तपदानां कुत्रचित् नकारः नुम् आगमः दृश्यते. गच्छन् गच्छन्तम् इत्यादीनि रूपाणि. पुनः अन्यत्र नुमागमः नैव दृश्यते. गच्छद्भ्यां गच्छत्सु इत्यादीनि रूपाणि. तत् चिन्तनम् इतः अग्रे द्वितीयपाठे भविष्यति यदा क्षत्रान्तं सुबन्तप्रकरणं परिशील्यते तत् समये नुमागमः कथं भवति कुत्रचित् कुत्र स्थले भवति अनन्तरं अन्यपक्षे नुमागमः न भवति इति अग्रे पश्येम तर्हि प्रातिपदिकं सर्वत्र सरलमस्ति गच्छत् पठत् इति सर्वं खलु चिन्वत् रुन्धत् परन्तु तस्य यदा रूपनिर्माणं भवति सुबन्तप्रक्रियायां रूपनिर्माणं भवति तत्र रूपं किं भवति गच्छन् पठन् अत्र नुमागमः कथं भवति इति सर्वम् अग्रिमपाठे पश्यामः तत्तु वस्तुतः सुबन्तप्रकरणस्य सुबन्तप्रकरणस्य अधिकारे भवति इति तदा अग्रे पश्यामः परन्तु प्रातिपदिकनिर्माणं यत् प्रथमसोपानम् अस्ति तत्तु सरलमेव भवति पुंसि नपुंसकलि पुंसि नपुंसके च किं पठत् गच्छत् तदेव भवति तकारान्त भवति इति अस्तु इदानीं स्त्रीलिङ्गे किञ्चित् भिन्नप्रक्रिया भवति प्रातिपदिकनिर्माणे स्त्रीलिङ्गे किञ्चित् भिन्नप्रक्रिया अस्ति तत् अग्रे पठिष्यामः अस्तु अग्रे मदर महोदय पठतु स्त्रीलिङ्गे आं महोदय स्त्रीलिङ्गे स्त्रियां चतुर्थप्रातिपदिकं नदी शब्दवत् सर्वत्र नाम इकारान्तशब्दः तत्र प्रमुखप्रश्नः भवति नकारः नुमागमः कुत्र आयाति अपि च कुत्र न यथा बालिका वदन्ति चलति इत्यस्मिन् वत् धातोः क्रियां नुमागमः भवति परन्तु बालिका कार्यं कुर्वती चलति इत्यस्मिन् कृ धातोः क्रियां नुमागमः न भवति क्रियाम् अयं नुमागमः प्रातिपदिके आयाति क्रियां स्त्रीलिङ्गे अत्र शत्रुप्रत्ययः स्त्रीलिङ्गे नदी शब्दवत् वर्तते अत्र प्रमुखविषयः अस्ति नकारः कुत्र आयाति इति वदति वत् धातोः वदन्ति इति नकारः दृश्यते परन्तु कुर्वति इत्यस्मिन् धातोः नकारः न दृश्यते इति कथं भवति इति न अहं जानीमः न जानीमः कुर्वति इति कथं भवति तदेव अग्रे इदानीम् अस्माकं पाठस्य विषयः नाम शक्यतु किमर्थं प्रातिपदिकनिर्माणं सरलमेव अस्ति खलु परन्तु अत्र स्त्रीलिङ्गे किमस्ति चेत् ति इति पदं पूर्वं ह्रस्व अकारः विना अन्य कोऽपि स्वरः अस्ति चेत् बहुवचनस्य दृष्ट्वा परिवर्तनं करोतु इति अत्र करोति इति स्वीकुर्मः चेत् अत्र बहुवचनं कुर्वन्ति इति अस्ति कुर्वन्ति इति अस्ति इदानीं कुर्वति अत्र अग्रे पठामः महोदय कोऽपि पृच्छति वा अग्रे आगच्छति धैर्यम् अत्र तत्र स्त्रीलिङ्गे कुत्रचित् प्रातिपदिके रूपं तु न भवति श्रूयते महोदय अहं न जानामि अन्ये सर्वे श्रोतुं शक्नुवन्ति वा अहमपि तत्र मलर् भगिनी तत्र म्यूट् मध्ये नास्ति इति कृत्वा तत्र मलर् म्यूट् मध्ये भवतु तर्हि कुत्रचित् नुमागमः भवति कुत्रचित् नुमागमः न भवति यथा वदन्ति मध्ये नुमागमः नास्ति नास्ति अस्ति परन्तु कुर्वति मध्ये नुमागमः नास्ति तर्हि कथं जानीमः कुत्र नुमागमः भवति कुत्र नुमागमः न भवति इति इदानीं पठिष्यामः अस्तु अग्रे मदर् महोदय पठतु ए बिन्दु आम् प्रातिपदिकं द्वादिगणे द्विवादिगणे चुरादिगणे येषु त्रिषु गणेषु चतुर्थप्रातिपदिके नुमागमः नित्यः वद् योगः आ योगः अत् वदत् इति पुंसि नपुंसके च सत्रन्तं प्रातिपदिकं प्रक्रिया यथा पूर्वोक्तम् अत्र त्रिषु लिङ्गेषु नुमागमः नित्यमेव इति उक्तम् अत्र वदत् उगतिच्च इत्यनेन उगित् प्रातिपदिकेभ्यः सीत्ववृक्षायां नीप् प्रत्ययः भवति वदति शनोः नित्यम् इत्यनेन वादिगणे दिवादिगणे चुरादिगणे च नित्यं नुमागमः वदन्ति इति श्रियां सत्रन्तप्रातिपदिकम् वादौ उगितस्य इत्यनेन किं भवति उगित् प्रत्ययेभ्यः नीप् प्रत्ययः आगच्छति वा महोदय उगित् महोदय भवत्याः तत्र भवति पुनः आगच्छामि महोदय न शृणोमि महोदय न शृणोमि पठतु पठतु वादौ भूधातुः भवन्ति भवत्यौ भवन्तः भवत्यः दिवादौ दिव् धातुः दीव्यन्ति दीव्यत्यौ दीव्यन्त्यः चुरादिगणे चोरि धातुः चोरयन्ति चोरयन्त्यौ चोरयन्त्यः उगितश्च इति सूत्रं पठनीयं वा उगित् प्रत्ययेभ्यः उगित् प्रातिपदिकेभ्यः सीत्वविवक्षायां नि प्रत्ययः भवति उक् प्रत्याहारे उ घृ ऋ एते वर्णाः अन्तर्भूताः उक् इत् यस्य प्रातिपदिकस्य तत् उगित् तस्मात् उगितः उगितः पञ्चम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं ऋन्नेभ्यो नीप् इत्यस्मात् नीप् इत्यस्य अनुवृत्तिः क्रियां न्याप्य प्रातिपदिकात् इत्यस्मात् प्रातिपदिकात् प्रत्ययः परश्च इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं क्रियाम् उगितः प्रातिपदिकात् च नी प्रत्ययः परः उगित् प्रातिपदिकेभ्यः श्रीवक्षायां नी प्रत्ययः भवति उगित् अत्र भूधातु उगित् अस्ति उकारः उकार उक् अत्र उकारः युक्त कथं भवति भूधातौ पठतु पठतु अत्र एक उक् इति अग्रे सूत्रं पठतु उगित् प्रातिपदिकेभ्यः श्रीवत्वृक्षायां नि प्रत्ययः भवति उक् प्रत्याहारे उ क्रु लु एते वर्णाः अन्तर्भूताः उक् इत्यस्य उत् उक् इत् यस्य तत् उगित् तस्मात् उगितः अत्र उक् अग्रे आगच्छति उगितः पञ्चमयन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् क्रियाम् उगितः प्रातिपदिकात् च नी प्रत्ययः परः अस्य सूत्रस्य अर्थः कः महोदय स्त्रीविवक्षायाम् उगित् प्रातिपदिक अस्ति चेत् नाम यस्मिन् प्रातिपदिके उप्रत्याहारवर्णस्य इत् संज्ञा भवति, तस्य नि प्रत्ययः पर्यागच्छति. ऋकारः उगीत उक् अस्ति, शत्रुप्रत्ययधातु धातु किमर्थं प्रातिपदिक अग्रे पठन प्रश्नः अस्ति वा? तत्र तत्र भवन्ति इति कथम् ऊगित् भवति? भवत् इति प्रातिपदिकमस्ति, तस्य तत्र भवति प्रातिपदिकमस्ति, ऊगित् अस्ति खलु, ऊगित् अस्ति खलु, भवति भवितव्यम् ऊगित् भवत् इत्यस्मिन् अस्ति खलु भूयोग अत् भूयोग आयोग अत् खलु भूयोग आ भव योग अत् भवत् इति भवति खलु प्रातिपदिकमस्ति इदानीं भवत् इति स्त्री स्त्रीविवक्षायाम् इदानीं तत्र नीपत्य विधीयते उगितस्य इत्यनेन भवत् इति उगित् अस्ति इति कृत्वा नी स्त्रीपत्ययविवक्षायां तत्र नीपत्य भवत् उगित् अस्ति खलु भवत् भवयोग अत् अस्ति खलु अत् इति उगित् अस्ति खलु अत् प्रत्ययः इदानीं भवत् इत्यस्मिन् उगित् अस्ति खलु भवत् इति प्रातिपदिकम् उगित् अस्ति खलु शत्रुप्रत्ययः ऋकारस्य इति संज्ञा भवति खलु शत्रुप्रत्ययस्य ऋकारः इति संज्ञा भवति तदेव अस्ति खलु भवत् मध्ये त शत्रुप्रत्ययस्य त अस्ति खलु तत्र ऋकारस्य भवतृ भवतृ इति संज्ञा नास्ति अवगच्छति वा आम् इदानीम् अवगच्छामि महोदय ऋकारः शत्रुप्रत्ययः अस्ति शत्रुप्रत्ययः सर्वत्र ऋकारः अस्ति खलु सर्वत्र ऋकारः अस्ति तत् अतः नी प्रत्ययः आगच्छति अतः ऋकारः ऋकारः इत्संज्ञा गच्छति किम् ऋकारः उपदेशे उपदेशे वर्णः इत्संज्ञा भवति तत् अपगच्छति इत्संज्ञा भवति तस्मात् तस्य लोपः भवति ऋकारस्य लोपः भवति इत्संज्ञा भवति खलु तदा उगित् भवति तदा उगित् भवति उक् इत् भवति खलु अतः उगित् एतावत् कारणमस्ति चेत् सर्वत्र शत्रुपत्यम् उगित् किल यत्र यत्रापि स्त्रियाम् इति उक्तमस्ति खलु अत्र स्त्रियाम् एव अस्ति नीप्रत्यय नीप्रत्यय सर्वत्र भवति किम् उगित् भवति मम पश्यन् सर्वत्र उगित् भवति अतः सर्वत्र स्त्रीप्रत्ययेषु स्त्रियां शत्रुप्रत्यये अत्र आसीत् न श्रूयते महोदय शत्रुप्रत्ययः उगित् अस्ति अतः सर्वत्र नीप्रत्ययः आगच्छति अतः स्त्रीलिङ्गे शत्रुप्रत्ययस्य इकारान्तत्वं भवति खलु सर्वत्र अत्र बहवः प्रत्यय स्त्रीप्रत्ययः सन्ति खलु किमर्थं नीप् एव अस्ति अत्र आ इति न किमर्थं न अभवत् नीप् नीश् इति किमर्थं न अभवत् इति खलु तदेव इति भवति गच्छन्ती भवति न तु गच्छन्ता इति भवति शत्रुप्रत्यये कथं जानाति इकारान्तं भवति स्त्रीप्रत्यये बहवः सन्ति खलु अतः अतः स्त्रीलिङ्गे सर्वत्र नी प्रत्यय एव आगच्छति महोदय सर्वत्र न नाम सर्वत्र कुत्रचित् टाप् अपि भवति अत्र शत्रुप्रत्यये नीप्रत्ययः कथं भवति स्त्रीलिङ्गे तस्य इदानीं कार्यमस्ति लिखितमस्ति कारणम् अवगच्छन्ति वा न श्रूयते महोदय भवत्याः पार्श्वे एव किल रघुपतिमहोदय श्रूयते ध्वनिः सम्यक् अस्ति महोदय भवतः ध्वनिः न श्रूयते वयं महोदयं श्रोतुं शक्नुमः सम्यक्तया प्रायः भवत्याः पार्श्वे एव क्लेशः स्यात् न जाने अस्तु तर्हि प्रश्नः अस्ति उगितश्च स्त्रियाम् उगितः प्रातिपदिकात् निप्रत्ययः परे भवति तर्हि शत्रु इति प्रत्ययः तत्र ऋकारस्य इत्संज्ञा अस्ति ऋकारस्य इत्संज्ञा अस्ति ऋकारस्य इत्संज्ञा अस्ति अतः तत् उगित् अस्ति यतोहि उक् प्रत्याहारे रु भवति अतः तत्र भवत् गच्छत् इति सर्वं यत् प्रातिपदिकम् अस्ति तत्र शत्रुप्रत्ययस्य अत् इति भवति अत्र ऋकारस्य इत् संज्ञा अतः उगित् अस्ति अतः किम् अतः सर्वत्र स्त्रियां विषये निप्रत्ययः आगच्छति गच्छत् मध्ये निप्रत्ययः पठत् मध्ये निप्रत्ययः रुन्धत् मध्ये निप्रत्ययः ददत् मध्ये रिप्रत्ययः सर्वत्र निप्रत्ययः आगत्य ईकारान्तरूपं भवति शत्रिप्रत्ययस्य स्त्रीलिङ्गे नदीवत् इति अतः उगितश्च इति सूत्रं वदति यत् शत्रिप्रत्ययस्य स्त्रीलिङ्गकर निर्माणकृते निप्रत्ययः आगच्छति निप्रत्ययः आगत्य ईकारान्तरूपं भवति इति अस्ति इदानीं पर्यन्तं नुमामस्य विषयः कुत्रापि नागच्छति इदानीं केवलं भवति यत्र यत् निप्रत्ययः किमर्थं भवति इकारान्तं कथं भवति इति तदेव भवति तदा आगच्छन्ति खलु अतः शत्रुप्रत्ययः उगितः एव अस्ति महोदय अतः शत्रुप्रत्ययः उगितः नास्ति शत्रुप्रत्ययः उगितः अस्ति अतः उगितश्च इति सूत्रेण इकारान्तं भवति त्रिलिङ्ग शत्रुप्रत्ययः सर्वत्र उगितः एव वदति शत्रु अस्ति खलु शत्रु रु सर्वत्र सर्वत्र कुत्रापि सर्वत्र शत्रुप्रत्ययः आगच्छति तद् उगितः भवति किल उगितश्च इति तत्र केवलम् उगितश्च इत्यनेन तद् भ्रमः भवति उगितश्च इति उगित् प्रत्यये परे अपि निप्रत्ययः भवति इति उक्तमस्ति अत्र केवलम् उगित् संज्ञा इति तादृश संज्ञा नास्ति खलु अस्तु अग्रे इदानीं नुमागमस्य सूत्रमस्ति शप् शनोर्नित्यं शप् शप् शनोर्नित्यं शप् शनोर्नित्यं पठतु मगर् महोदय भवती पठति खलु इदानीम् अग्रे कः अस्ति मीना महोदय पठतु मीना महोदय शप् शनोर् नित्यं शप् शनो शप् शनोर् नित्यं शप् शन् प्रत्ययोः किं किं महोदय पठतु शप् शन् प्रत्ययोः आवर्णात् अङ्गात् सत्वन्ताङ्गस्य नित्यं नुमागमः भवति शी प्रत्यये च नदी प्रत्यये परे नदी एकां संज्ञा अस्ति नीप् नीश् नीम् इत्येषां स्त्री प्रत्ययानां नदीसंज्ञा भवति शप् च शन् च द्वयोरित्र इतर द्वन्द्वः शप् शनौ तयोः शप् शनोः शप् शनोः षष्ट्यन्तं नित्यं क्रियाविशेषणं द्वितीयान्तम् आप् शीन आप् शीनद्योर्नु इत्यस्मात् आप् क्षीनद्योः नुम् अपि च नाभ्यस्तात् नाभ्यस्तात् शतुः इत्यस्मात् शतुः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शप्श्यनोः आत् अङ्गात् शतुः नित्यं नुम् क्षीनद्योः ओ यदि शप्श शप् अथवा श्यन् प्रत्ययः आगच्छति चेत् अवर्ण आत् अङ्गात् इट् सेस् नाट् अवर्ण अवर्णात् इत्युक्ते आत् खलु अवर्णान्त अङ्ग एकमेव अस्ति खलु अवर्णात् अवर्णात् हर्ष अकार वा हर्ष अथवा दीर्घ आम् दीर्घ अथवा ह्रस्व किमपि अवर्णात् अङ्गात् शत्रुन्त किमर्थम् आत् अङ्गात् शक्षणोः आत् अङ्गात् शत्रुः नित्यं न श्रीनद्योः इति अद अ इति अस्ति तस्य पञ्चमी विभक्तिः का आत् खलु आत् अङ्गात् इत्युक्ते अदन्त अङ्गात् अदन्त न समीचीनम् अवर्णात् अङ्गात् नाम यस्य अङ्गस्य अन्ते अवर्णः अस्ति शक्ष्यप्रत्ययोः अवर्णात् अङ्गात् शत्रान्तङ्गस्य नित्यं नु आगमो भवति क्षीप्रत्यये च नदीप्रत्ययः परे नदी एका भवति नदी एका सन्ति पश्यतु अत्र निमित्तं किं किम् अस्ति प्रथमं तु शप् प्रत्ययः शन् प्रत्ययः प्रथमं तु अवर्णान्त अङ्गः भवेत् नाम तादृशः अङ्गः यस्य अन्ते अवर्णः भवति तादृशः एव अङ्गः एकं तद् निमित्तम् अथवा शत्रान्त अङ्गं नाम तादृश अङ्गं यस्य अन्ते अवर्णः भवति अथवा तादृश अङ्गं यस्य अन्ते शत्रप्रत्ययः भवति एकम् एकमस्ति तस्मात् अनन्तरं किं भवेत् शप्शन् प्रत्ययः शप्शन् प्रत्ययः भवेत् खलु तदनन्तरं किं शी प्रत्ययः अथवा नदी प्रत्ययः भवेत् शी प्रत्ययः कुत्र भवति तत्र नपुंसकलिङ्गे भवति खलु नपुंसकलिङ्गे अत्र तस्य प्रश्नः नास्ति नदी प्रत्ययः इत्युक्ते किं नदी प्रत्ययः इत्युक्ते नदी एका संज्ञा अस्ति तस्मिन् नी प्रत्ययः नीष् प्रत्ययः नीन् प्रत्ययः इति स्त्रीप्रत्ययाः सन्ति तर्हि अवर्ण अङ्ग तदनन्तरं शप् अथवा शन् प्रत्ययः तदनन्तरं शी अथवा शी नदी प्रत्ययः तर्हि अत्र अस्माकम् अस्ति विषयः नीप् प्रत्ययः अस्ति नीप् तर्हि अत्र किं स्थितिः अस्ति पश्यतु वदन्ति वदन्ति मध्ये किम् अस्ति वद वद इति अङ्गम् अस्ति खलु अस्ति खलु आम् नास्ति वा तर्हि वद अस्ति एकनिमिष हा तर्हि श्रूयते श्रूयते वा अहं शृणोमि अहं शृणोमि भगिनि तर्हि वदत् मध्ये किमस्ति वद् धातु शप्रत्ययः तदनन्तरं शत्रुप्रत्ययः इति अस्ति खलु प्रश्नः अस्ति वा तर्हि वद योगः वद योग न वद् वद् वद् योगः योगः शत्रुप्रत्ययः इति अस्ति खलु तर्हि तत्र निमित्तानि तत्र भवन्ति निमित्तानि कि अत्र शप् प्रत्ययः अस्ति शत्रान्त अङ्गम् अस्ति वदत् इति शत्रान्त अङ्गम् अस्ति खलु वदत् तर्हि वदत् इति शत्रान्त अङ्गम् अस्ति तत्र शप् प्रत्ययः अपि अस्ति अतः तत्र शप् प्रत्ययस्य नुमागमः भवति खलु अतः तत्र किं भवति नुमागमः भूत्वा नकारः भवति मध्ये तकारस्य स्थाने इत्यनेन अन्तिम अन्तिम इह अकारः अस्ति तस्मात् परं खलु मिदच्योन्त्यात् परः अतः वदन्त् इति भवति तदनन्तरं निप्रत्यय आगत्य वदन्ति इति भवति आगच्छन्ति वा तर्हि किमर्थम् अत्र शप् प्रत्ययः अस्ति अतः तदेव दीव्य दिव्यत् मध्ये दीव् धातु अस्ति, दीव् धातु तत्र श्यन् प्रत्ययः, तत्र शत् प्रत्ययः, शतृप्रत्ययः, तर्हि दिव्यत् इति भवति अङ्गम्, दिव्यत् शत्रान्त अङ्गम् अस्ति, अतः शत्रान्त अङ्गम् अस्ति, अतः शन् प्रत्ययस्य नुमागमः भवति ई प्रत्ययपरे, तर्हि दिव्यत् योगः नीप्, तत्र दिव्यत् योगः नीप्, खलु दिव्यत् योगः नीप्, अत्र दिव्यत् मध्ये श्यन् प्रत्ययस्य नुमागमः भूत्वा दिव्यन्त् योगः नीप् भवति, दिव्यन्ति, दिव्यन्ति इति, यतोहि अत्र शप् प्रत्ययः। तथैव चुरादिगणे चोरयत् योगः नीप्, चोरयत् योगः नीप् इति भवति, चोरयत् मध्ये शप् प्रत्ययः अस्ति, अतः तत्रापि नुमागमः भूत्वा चोरयन्त् योगः नीप्, चोरयन्ति इति भवति। अतः भवादिगणे, दिवादिगणे, चुरादिगणे नुमागमः भवति, चोरयन्ति। दीव्यन्ति, पठन्ति, गच्छन्ति इति। सर्वे अवगच्छन्ति? आम् महोदय। अत्र महोदय तत्र आत् इति तत्र अत्र किमपि तस्य अन्वयः नास्ति खलु, नास्ति, नपुंसकलिङ्गे तस्य प्रयोगः शत्रन्त, अस्माकं तु इदानीं शत्रन्त, शन् अपि शप् इति अस्ति, प्रातिपदिकम् आत् न भवितुं शक्नोति खलु, अवर्ण न भवितुं शक्नोति, अतः अवर्णान्तप्रातिपदिकम् अथवा शत्रन्तप्रातिपदिकम् इति अस्ति। अवगच्छन्ति? आं महोदय। प्रश्नः अस्ति वा कस्यापि? आत् इत्युक्ते किं महोदय? अत्र तस्य आवश्यकता नास्ति, यतोहि अत्र शत्रन्त अस्ति। न श्रूयते महोदय। शत्रन्त अस्ति अतः। अत्र शत्रन्त अस्ति अतः अस्य प्रश्नस्य आवश्यकता नास्ति। अवर्णान्त अङ्ग अथवा शत्रन्ताङ्ग इति। अस्तु अग्रे, तर्हि मिदच्योन्त्यात् परः तु वयं जानीमः, नश्चापदान्तस्य झलि अपि जानीमः, अनुस्वारस्य एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा? उगितश्च अथवा सूत्रम् अन्यसूत्रं किमस्ति, शप्शनोर्नित्यम् इति प्रश्नः अस्ति वा कस्यापि? अस्तु, महोदय श्रूयते, श्रूयते, प्रश्नः अस्ति वा? पश्यतु, न महोदय, अग्रे गन्तुं शक्नुमः। अस्तु अग्रे, तर्हि इदानीम् अधुना विस्तारेण पुनः वदन्ति इति प्रातिपदिकस्य व्युत्पत्ति पश्यामः। पठतु, केन पठे, भवान् पठतु। अधुना विस्तरेण पुनः वदन्ति इति प्रातिपदिकस्य व्युत्पत्तिप्रक्रियाम् अवलोकयामः। वदत् इति अस्ति प्रातिपदिकमस्ति, वदत् इति स्त्रीत्वविवक्षायाम् उगितश्चेतेन उगित् प्रातिपदिकेभ्यः ङीप् प्रत्ययः भवति। इदानीं वदत् योग ङीप् इति अस्ति, तर्हि तत्र नकारः पकारस्य लोपः लशकप्रतिते हलन्त्यम् इत्यनेन तस्य ईत्संज्ञा, अनन्तरं तस्य लोप इत्यनेन तत्र लोपः भवति। वदत् योग ई, इदानीं वदति इति अस्ति, वदत् योग ई इति अस्ति। इदानीं शप्शनयोः नित्यम् इत्यनेन भुवादिगणे, दिवादिगणे, चुरादिगणे च नित्यं नुमागमः। वदत् इति तत्र वदत् इत्यस्मिन् शप् अपि शन् अस्ति इति कृत्वा तत्र नित्यं नुमागमः भवति। तत्र नित्यं भवति नित्यनुभागम् अतः अनुभागः कुत्र भवति इति वदन्ति इति भवति वदन्ति योगी वदन्ति इति भवति अग्रे पठामि अत्र अङ्गद्वयं वर्तते इति ध्येयं शत्रु अत् निमित्तीकृत्य अङ्ग वद अपि च नी प्रत्यीकृत्य वदत् इति वद इति शप् षण् प्रत्ययोः अत्र शप् प्रत्ययस्य अवर्णान्तम् अङ्गं वद योग अ वद इति भवति वदति शत्रान्तम् अ अङ्गं वद योग अत् इदानीं वद योग अत् वदति इति भवति तत्र तत्र अपगुणेचरेण वदति इति भवति अधुना नदीपत्यः परः अस्ति नदीपतेः वदत् इति वदत् युग इ इति अस्ति नदीपतेः परः अस्ति अतः षप् षट् प्रत्ययोः षप् षट् प्रत्ययोः अवर्णात् अङ्गात् वद इत्यस्मात् शप्रन्त अङ्गस्य वदत् इत्यस्य नित्यं मार्गं न भवति मया पूर्वं यत् उक्तं तत् सम्यक् नास्ति मया उक्तं यत् अत्र अवर्णात् अङ्गात् इति तस्य प्रसक्तिः एव नास्ति तथा नास्ति मया सम्यक् न उक्तं किं लिखितमस्ति महोदय पठतु पुनः एकवारम् अत्र पश्यामि तत्र अधुना वद योग अत् वदति इति प्रातिपदिकं वदति इति उगितस्य नीप्रत्ययः अधुना नदीप्रत्ययः परः अस्ति अतः शप्शन् प्रत्ययोः अवर्णात् अङ्गात् वद इत्यस्मात् शत्रान्त अङ्गस्य वद इत्युक्ते वदत् इत्यस्य नित्यं नुमागमः भवति अवर्णान्तात् अङ्गात् इत्युक्ते वद इति शत्रान्त अवर्णात् अङ्गात् वद इति अङ्गमस्ति तस्मात् शत्रान्ताङ्गस्य वदत् इत्युक्ते वदत् इत्यस्य नित्यं नुमागमः भवति इति अस्ति वदत् इत्यस्य नित्यं नुमागमः इति अस्ति तत्र शप् षण् इति अकारः अस्ति अवर्णताङ्गः अस्ति वद इति इदानीं तत्र वदति इति भवति तस्य नित्यनुमागमः भवति वदति इत्यस्य नित्यनुमागमः भवति किमर्थं तत्र शप् अस्ति वदति इत्यस्मिन् अतः तस्य नित्यनुमागमः भवति इति अस्ति तादृश अङ्गं यस्य यत्र शप् इति प्रत्ययः अस्ति तादृशशतप्रत्यय अन्तमङ्गं तस्मिन् शप् अस्ति तस्य नुमागमः इदानीं तस्य वदति इति अङ्गम् इदानीं वदति इति अस्ति तस्य नुमागमः भवति नित्यं नुमागमः भवति द्वौ निमित्तम् अस्ति महोदय अवर्ण अपि निमित्तं भवेत् छत्रान्तं निमित्तं भवेत् तर्हि किं शत्रिप्रत्ययस्य कृते यत् अङ्गमस्ति वद तत् अवर्णान्तमस्ति वद अपि च निप्रत्ययस्य कृते यत् अङ्गमस्ति तदस्ति वदत् वदत् अतः निप्रत्ययस्य कृते यत् अङ्गमस्ति तत् शत्रन्तमस्ति शत्रिप्रत्ययस्य कृते अङ्गमस्ति तत् अवर्णान्तमस्ति इति एतादृशस्थित्याम् उभयत् भवति चेत् अपि च शप्रत्ययः अपि अस्ति तस्मिन् अवस्थायां तस्याम् अवस्थायां नुमागमः भवति कस्य नुमागमः भवति शत्रान्तङ्गस्य यत् शत्रान्तप्रातिपदिकम् अस्ति तस्य नुमागमः भवति इति तत्र किं तर्हि वदत् इति तस्य नुमागमः भवति वदत् मध्ये किम् अस्ति वदत् मध्ये वदत् अन्तिम अकारः वद इति अस्ति अतः तस्मात् अनन्तरं नुमागमः आगत्य वदन्त् इति भवति निप्रत्ययः योजयित्वा वदन्ति इति भवति प्रश्नः अस्ति वा नास्ति महोदय अस्तु तर्हि एकवारम् एतत् सूत्रं पुनः सर्वे पठन्तु यतोहि अत्र मुख्यसूत्रमस्ति अस्तु तर्हि प्रश्नः नास्ति चेत् अग्रिमरविवासरे पुनः मेलिष्यामः धन्यवादः शुभरात्रि धन्यवादः धन्यवादः महोदय